जयति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि। अयम् अस्य अध्यायस्य अन्तिमः श्लोकः। यस्य ते केवलम् एकं च वचनम् आकलय्य कायाधवः जगति मायां जयति यत्कृपातः अयं ध्रुवः अपि ध्रुवपदं यातः अहं तं सकलकुशलपात्रं ब्रह्मपुत्रं नता अस्मि इति अन्वयः। यस्य ते नारदस्य केवलम् एकं च वचनम् आकलय्य अवधाय कायाधवः प्रह्रादः जगति मायां जयति। कयाधुरपत्यं पुमान् कायाधवः। कयाधुर्हिरण्यकशिपोः पत्नी। सा गर्भिणी यदा नारदपरिरक्षणे आसीत् तदा तां प्रति कृतान् विष्णुभक्तिपरान् उपदेशान् अन्तः वर्धमानः प्रह्रादः शृण्वन् आसीत्। ततश्च शैशवे एव तत्स्मरणात् विष्णुभक्तः स मायां जयति अजयत् इत्यर्थः। भूतार्थे वर्तमानकालवत् स्मरणात् वर्तमानकालप्रयोगः। यस्य कृपायाः कारणात् यत्कृपातः पञ्चम्यास्तसिल् अयं ध्रुवं ध्रुवः अपि ध्रुवपदम् आकाशे स्थिरं विराजमानं च पदं यातः यातवान् क्तोऽधिकरणे च भव्यगतिप्रत्यवसानधर्मेभ्यः इति सूत्रेण गत्यर्थात् या धातोः कृतः। नारदस्य कृपाकारणादेव तदुपदेशकारणादेव ध्रुवः वनं गत्वा तपश्चकार तेन च ध्रुवां पदवीम् अवाप। अहं तं तादृशं सकलानां कुशलानां क्षेमाणां पात्रम् अधिष्ठानं ब्रह्मपुत्रं ब्रह्मणः पुत्रं नारदं नता अस्मि नतवती अस्मि नमः कृतवती अस्मि इत्यर्थः। नतम् इति क्रियार्थात् पदात् मत्वर्थीयः अकारः। भुक्ताः ब्राह्मणाः पीताः गावः इतिवत् पूर्वोक्तसूत्रस्य उक्तोऽधिकरणे च ध्रव्यगतिप्रत्यवसायधर्मेभ्यः इति सूत्रस्य काशिकायाम् इदं सूचितमस्ति। यद्वचनं श्रुत्वा प्रह्रादः मायाम् अतियातवान् तथा च ध्रुवः ध्रुवपदवीं नीतवान् तादृशं त्वां नारदम् अहं नमामि इति पिण्डार्थः। अस्य श्लोकस्य मालिनी वृत्तम्। अस्य लक्षणं यथा ननमयययुतेयं मालिनी भोगिलोकैः इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः।